पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 26 सूत उवाच तं पुत्रं निहतं श्रुत्वा सा दिदिर्दुःखपीडिता पुत्रशोकेन तेनैव सन्दग्धा द्विजसत्तमाः पुनरुचे महात्मानं कश्यपं पुनिमुङ्गवम् इन्द्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः पुत्रैकं धीयतां कान्त सुप्रियाहं यदा विभो कश्यप उवाच निहदौ बलवृत्रौ च मम पुत्रौ महाबलौ अखमाश्रित्य देवेन इन्द्रेणापि सुरात्मना तस्यैव जवधार्थाय पुत्रमेकं ददाम्यहं वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनी एवमुक्त्वा स योगीन्द्रो हस्तं शिरसि वै तदा दत्त्वा दित्या सहैवासौ गतो मेरुं तपोवनं तपस्तत्तापसा देवी तपोवननिवासिनी शुचिष्मदी सदा भूत्वा पुत्रार्था द्विजसत्तम ततो देवसहस्राक्षो ज्ञात्वा उद्यममेव च दित्याश्चैव महाभाग अन्धरप्रेक्षको भवद पञ्चविंशाब्दिको भूत्वा देवराड्दैवतोपमः ब्राह्मणस्य च रूपेण तस्याश्चान्धिकमागतः सदां प्रणम्य धर्मात्मा मातरं तपसान्वितां तयोक्तस्तु सहस्राक्षो भवान् को द्विजसत्तम तामुवाच सहस्राक्षपुत्रोऽहं तव शोभने ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि तपःसस्तव साहाय्यं करिष्ये नात्र संशयः शुश्रूषदि सतां देवी मादरं तपसान्वितां तमिन्द्रं सानजानादि आगतं दुष्टकारिणं धर्मपुत्रं विजानादि शुश्रूषन्तं दिने दिने अङ्गं संवाहयेद्देव्या पादौ प्रक्षालये ततः पत्रमूलं फलं तत्र वल्कलाजिनमेव च ददात्येवं सधर्मात्मा तस्य दित्यै सदैव हि भक्त्या सन्तोषिता तस्य सन्तुष्टा समभाषदा पुत्रे जादे महापुण्ये इन्द्रे च निहदे सदि कुरु राज्यमहाभागपुत्रेण मम दैवकम् एवमस्तु महाभागे ते प्रसादाद् भविष्यति तस्याश्चैवान्तरं प्रेप्सुरभवत्पाकशासनः उने वर्षशदे चास्याददर्शान्तरमच्युतः अकृत्वा पादयो शौचं दिदि शयनमाविशद शय्यान्ते सा शिरकृत्वा मुक्तकेशादिविह्वलात् निद्रामाहारयामास तस्याः कुक्षिं प्रविश्यः वज्रपाणिस्ततो गर्भं सप्तदातं न्यकृन्तद वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः स गर्भस्तत्र विप्रेन्द्र इन्द्रहस्तगदेन वै रोदमानमहागर्भं तमुवाच पुनः पुनः सदक्रदुर्महातेजामा रोदीरित्यभाषद सप्तधा कृद्धवाञ्चक्रस्थं गर्भं दिदिजं पुनः एकैकं सप्तधा चित्वा रुदमानं स देवराड एवं वै मरुदो जातास्ते तु देवामहौजसः यथा इन्द्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः अधिवीर्यमहाकायास्तीव्रतेजपराक्रमः एको न वै बभूवुस्ते पञ्चाशन्मरुतस्ततः मरुतो नाम देख्यादा इन्द्रमेव समाश्रिताः भूतानामेव सर्वेषां रोचयन्ति गणं महद निकायेषु निकायेषु हरिप्रादात् प्रजापतिः क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै स देवः पुरुषकृष्णः सर्वव्यापी जगद्गुरुः तपो जिष्णुर्महतेजा सर्व एकप्रजापतिः पर्जन्यपावगः पुण्यः सर्वात्मा सर्व एव हि तस्य सर्वमिदं पुण्यं जगस्थावरजङ्गमं भूतसर्गमिदं सम्यग् जानदो द्विजसत्तम नावृत्तिभयमस्तीह परलोकभयं कुतः इमां सृष्टिमहापुण्यां सर्वपापहरां शुभाम् यशृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः यशृणोति यमां सृष्टिं सयादि परमां गतिं सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति इति श्रीपद्मपुराणे भूमिखण्डे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः ॐ